गीताया श्लोकदशकम् सप्त पञ्च चतुष्टयम् द्वौ त्रीणेकम् तदर्धम् वा श्लोकानम् या पठेन्नरः चन्द्रलोको ममाप्नोति वर्षाणामयुतम् ध्रिवम् गीतापाठ समायुक्तो मृतो मानुषतम् व्रजेत् गीताभ्यासम् पुरकृत्वा लभते मुक्तिमुत्तमाम् गीतेस्युच्चार संयुक्तो म्रियमाणो गतिम् लभेत् गीतार्थ श्रवणासक्तो महापापायुतोऽपि वा वैकुण्ठम् समवाप्नोति विष्णो न सह मोदते गीतार्थ जायते नित्यम् कृत्वा कर्माणि भूरिशः जीवन्मुक्तः स विज्ञेयो देहान्ते परमम् पदम् गीतामाश्रित्य बहवो भूभुजो जनकादयः निर्धृत कल्मषा लोके गीता याता परम् पदम् गीता यः पठनम् कृत्वा महात्म्यम् नैव यः पठेत् बृहापाठो भवेत् तस्य श्रम एव हि दाहितः एतन्महात्मसंयुक्तम् गीताभ्यासम् करोति यः स तत्फलम् अवाप्नोति दुर्लभम् गतिमाप्नुयात्।